नमस्ते। हाँ जी, अस्तु इदानीम् अस्माकं हल्सन्धि द्वितीयभागस्य अभ्यासः चलितः। अभ्यासमिदानीं समापयिष्यामः चेत् अग्रे गच्छामः। तर्हि एतावत्पर्यन्तं कस्यापि प्रश्नाः सन्ति वा? नास्ति जि। अस्तु, तर्हि वीणा महोदय आरभतु। अत्र अभ्यासे संविद् परन्तः अभवत् खलु, संविद् योगः से। तर्हि इदानीं वच् योगः सि। अहं महोदय कुत्र बहु सुलभमेव बहु सुलभम्। एतत् क्रमः अस्ति खलु, वयं पूर्वे दृष्टवन्तः एतत् विषये। मीना महोदय प्रयत्नं करोति। वच् योगः सि। वच् योगः सि चोकुः इति I can't talk now. I'll talk to you later. I'm in a class. Right. शोकुः इति वक्योगः अस्ति। तदनन्तरम् आदेशप्रत्ययोः इति शत्वं भवति। वक्योगः षि वक्षि। सत्यं, वक्षि। अस्तु अग्रे रघुपतिमहोदय, रघुपतिमहोदय अग्रे करोतु। एकनिमिषं महोदय, कुत्र एकनिमिषं महोदय, अहम् इदानीम् उद्घाटयन् अस्मि, क्षम्यतां, मम सङ्गणके क्लेशः अस्ति, अनन्तरं करोमि महोदय। तत्र कुत्र अत्र अन्ते अस्ति खलु, अन्ते अस्ति वा? आम्, अन्ते अन्ते एकम् अन्ते न, तत्र अभ्यासः इति भागः अस्ति, मध्ये मध्ये अस्ति। अस्तु, लिख् अत्र लिख् लिख् अस्ति, अत्र लिख् योगः सि अस्ति। तत्र सि इति प्रथमं लिख् अस्ति चेत् तत्र इक् वर्णः अस्ति, लघु इकारः, ह्रस्व इकारः अस्ति, अतः तत्र पुगन्तलघुपदस्य इति सूत्रेण लेख् भवति खलु जि, लेख् भवति। अनन्तरं हकारः अस्ति, तत् स्थाने चतुर्थवर्णः डकारः आगच्छति होडः इति सूत्रेण। इदानीं लेड् भवति, लेड् योगः अस्ति। अनन्तरं लेड् योगः सि भवति, अनन्तरं किं भवति, तत्र लेड् योगः सि, सकारपरे ढकारस्य किं भवति, तत्र स्टुना सुः इति सूत्रं कार्यं करोति बहु न वा, न न न न षडोः कः सि, षडोः कः अस्ति महोदय, किं वदति सूत्रं षडोः कः? एकनिमिषं जि, एतत् सर्वं मया लिखितमेव। षडोः षडोः कः सि, शकारस्य स्थाने, शकारस्थाने ककारः, ढकारस्य स्थाने अपि ककारः, कदा? सकारपरे। मया लिखितं, कुत्र लिखितम् इति अहं जानामि। अस्तु, तत्र षडौघः इति षडौघः, यत्र षडौघः की सूत्रं किं वदति षडोपोखी तत्र तत्र तत्र डकारः आगच्छति खलु जि डकारः आगच्छति अनन्तरं तस्य स्थाने ककारः भवति खलु षडोपोखी ओढः इत्यनेन ढकारः तु अभवत् इदानीं षडोः कहसि इत्यनेन सकारपरे ढकारस्य कत्वं भवति अनन्तरं तत्र लेख् योगः इदानीम् इदानीं अत्र लेख् भवति खलु लेख आं लेह भवति खलु लेख लेख अनन्तरं सि आदेशप्रत्ययोः इति सूत्रेण लेक्षि भवति सत्यं लेक्षि रघुपति महोदय हा महोदय मृज् मृज्योग सि इति अस्ति इदानीं तत्र मृजेर् वृद्धिः इत्यनेन तत्र वृद्धिः भवति मार्ज् मार्ज् योग सि इदानीं अत्र इदानीं तत्र षत्वं भवति व्रश्च भ्रश्च सृज मृज जयराज ब्राजश्चषाम् एकवारम् अस्तु तत्र शशां शः इति भवति मार्ष् योग सि इदानीम् इदानीं तत्र इदानीं षडोकः सि इत्यनेन षकारस्य तत्र षकारस्य किं भवति अत्र ककारः भवति मार्क् योग सि इदानीं तत्र मार्क् योग सि इदानीं तत्र आदेशप्रत्ययत्वेन सकारस्य प्रत्ययस्य सकारस्य षत्वं मार्क्षि इति रूपं मार्क्षि मार्क्षि मार्क्षि मीना महोदय संस्थयोगसि संस्थयोगः सि कोः संयोगाद्योरान्ते च लोपः झलि करेत् कस्य लोपः सकारः लोपः सन्त् सन्त् सि अनुस्वारः यै परसवर्णः तदा तस्मात् नकार नकारः भवति तकारस्य अनुस्वारः नकारः सन् सन्सि सन्सि सन्सि सत्यं वस्तुतः अनुस्वारस्य यै परसवर्ण इत्यस्मात् पूर्वं खरि च अपि भवति परन्तु परिवर्तनं न दृश्यते परन्तु स्कूत्रं भवति खरि च अस्तु सन्सि सन्सि तर्हि अग्रे विजयमहोदय पृच् पृच् योगः से आं पृच् योगः से सेव् खलु जि एतत् आत्मनेपदि पृच् तत्रापि चोः कुः इति सूत्रेण कुत्वं भवति अतः तत्र पृक् इति भवति अनन्तरं से अस्ति आदेशप्रत्ययोः इति सूत्रेण से सकारस्य स्थाने मूर्धन्य सकारः आगच्छति पृक्षे इति अन्तिमरूपं निष्पन्नं पृक्षे समीचीनं वा जि संस्थां अस्तु अस्तु रघुपति महोदय दुः दुः दुः योग सि इति आसीत् दुः योग सि इदानीं तत्र इदानीं तत्र दुः योग सि इदानीं तत्र दोः योग सि इति अस्ति उगन्तलघुपतञ्जि सूत्रेण दोः योग सि इदानीं तत्र दुः किमपि दुः किमपि अत्र दातेर् धातोः गः वा एकवारं दातेर् धातोः गः भवति खलु तकारात् धोग् दादे धातोः गः भवति तत्र अतः धोग् धोग् योग सि इति अस्ति इदानीम् अग्रे किं भवति अत्र धादे धातोः गः इति अस्ति इदानीं तत्र धोग् इति इत्यनेन तत्र धोग् एकाचो बश् बश् इत्यनेन तत्र धोग् एकाचो बशो बश् इत्यनेन धकारस्य धकारः भवति धोग् योग सि इदानीं धोग् योग सि इति अस्ति घकार अस्ति सकार अस्ति अतः तत्र आदेशप्रत्ययेन तत्र षत्वं भवति सकारस्य धोग् योग शि इति सकारस्य धोग् अनन्तरं खरिचैतनेन तत्र घकारस्य ककारः भवति अतः तथा धोक् धोक् योग शि धोक्षि इति धोक्षि धोक्षि अग्रे मीना महोदय महोदय निञ्ज् योगः सि से आत्मनेप्रत्ययः अस्ति चोः कुः इत्यनेन जकारस्य स्थाने ककारादेशः भवति निङ् योगः से लिङ्ग् योगः से आदेशप्रत्ययोः इत्यनेन सकारः शकारः भवति अदे निङ्क्ष् निङ्क्षे निङ्क्षे प्रथमं निङ्क् षे भवति अग्रे लिङ्क् निङ् ग अस्ति न गकारः अस्ति ग चोहो कुहुक् इत्यनेन चोहोकु इत्यनेन गकारः भवति जकारस्य भवति तदनन्तरम् आदेश प्रत्ययोः इत्यनेन शकारः भवति सकारः शकारः भवति अतः वर्ण अनन्तरं वर्णमेलनेन निङ्क्षे निङ्क्षे न गकारः प्रक्रिया समाप्तं वा अग्रे किमपि नास्ति वा ककारः अस्ति ककारः नास्ति ककारः अस्ति क तृतीयवर्ण ककारः कुतः भवति ओ गकारः अस्ति करीच इत्यनेन ककारः भवत् अग्रे अग्रे निङ्क्षे इति भवति अनन्तरम् अग्रे अग्रे एक अन्तिम अन्तिम सोपानम् अवशिष्टम् अनुस्वारः अस्ति खलु अनुस्वार अनुस्वारस्य यै परे इति सवर्ण इत्यनेन निङ् इङ् भवति निङ् पञ्चमवर्णः भवति निङ्क्षे निङ्क्षे अग्रे अग्नियोगः सि अग्नियोगः सि केन सूत्रेण इति सूत्रेण चोहकु न न न न न न न न न नास्ति करि च अत्सुयोगः अस्ति अत्सि एव सत्यम् अग्रे विषयमं वश् तत्र वश् इति अस्ति प्रथमं व्रच्छ व्रच्छ इति सूत्रेण दन्त्यशकारस्य स्थाने मूर्धन्यशकारः आगच्छति वश् इति भवति अनन्तरं षोडो षडोः कहसि इति सूत्रेण तत्र शकारस्य स्थाने ककारः भवति अतः तत्र वक् योगः शि भवति वक् योगः सि भवति अनन्तरम् आदेशप्रत्ययोः इति सूत्रेण सकारस्य स्थाने शकारः आगच्छति अतः तत्र अन्तिमरूपं वक्षि इति भवति हा महोदय चक्ष् योगस्य इति अस्ति चकार ककार चक्षे इति अस्तु तत्र चक्षे इत्यस्मिन् ककार अस्ति कोः संयोगान्ते चेतेन तत्र ककार अस्ति सकारात् पूर्वम् अतः तत्र ककारस्य लोपः भवति केन सूत्रेण स्कोः संयोगाद्यन्ते च इत्यनेन स्कोः संयोगाद्योरन्ते च इत्यनेन चष् इदानीं तत्र चष् योग से इति अस्ति इदानीं चष् योग से इदानीं तत्र षडोकः सि इत्यनेन तत्र ककारः चक् योग से इदानीं तत्र आदेशपत्रे इत्यनेन चक्षे इति रूपं चक्षे हा अग्रे मगर् महोदय आस्योगः से अत्र सार्वधातुकः अस्ति अतः वर्णमेलमेव आस् आसे आसे आर्धातुकः अस्ति चेत् किं भवेत् भवति भवति तकार तकारादेशः भवति सकारस्थाने किं भवति तकार तकार सः स्याद् आर्धधातुके परन्तु अत्र केवलं वर्णः वर्णमेलनं अत्र अग्रे मीना महोदय कसि कसि योगः से अत्र कसि मूलधातुः अस्ति इति धातु वा इकारः लोपः केन सूत्रेण उपदेश अनुनासिक इति लस्तस्य लोपः इति सूत्रेण कस् इति भवति तदनन्तरम् इदितो नुम् इति सूत्रेण कंस् पे कंस् अनन्तरं मेलनमेव वा वर्णमेलनमेव वा सत्यं कंसे कंसे अग्रे विजय महोदय शास्योग तत्र किमपि कार्यं नास्ति खलु जि तत्र सासि एव भवति खलु सासि शासि शासि कार्यमस्ति वा किमपि कार्यं नास्ति खलु नास्ति शासि रघुपति महोदय न विजय महोदय भवती एव करोतु दीहयोग तत्र दिख् दिख् सि दिख् योग सि अस्ति अत्र अपि ह्रस्व इकारः अस्ति अतः तत्र पुगन्तलघुपदस्य इति कार्यं करोति देह् इति भवति अनन्तरं हकारस्य स्थाने गकारः भविष्यति दादेर् धातोर्गः इति सूत्रेण तत्र गः चतुर्थककारः आगच्छति अनन्तरं तत्र चतुर्थवर्णस्य स्थाने एकाचो बशो बश जशन् एतत् सूत्रेण तत्र किं भवति चतुर्थवर्णस्य किमपि कार्यं नास्ति खलु देग् देग् एव देग् अस्ति परन्तु एकाचो बशो बश् भवति वदति खलु त्री फोर् अस्ति खलु त्री फोर् त्री फोर् अस्ति चेत् तत्र तृतीयवर्णः आगच्छति गकारः देग् न न न न न एकाचपशोपश् किं वदति थ्री फोर् तस्य फोर् फोर् भवति अतः तत्र अतः तत्र धेख् धेख् इति भवति खलु किं जि देघ् अनन्तरं तत्र ओडः इति कार्यं न करोति वा महोदय तादेव अभवत् अनन्तरं तत्र सि स्थाने आदेशप्रत्ययोग इति सूत्रेण शकारः षि भवति. अनन्तरं तत्र किमस्ति खरिच इति सूत्रेण कक प्रथमवर्णः आगच्छति. एतत् मेलनेन देक्षि इति भवति अन्तिमरूपं. धेक्षि ठकारः अस्ति खलु, धेक्षि. हा देक्षि, एतदेव मया उक्तं. चतुर्थवर्णं धेक्षि, धेक्षि अस्तु, देक्षि इति भवति. सर्वे आगच्छन्ति खलु इदानीं पर्यन्तम्? अस्तु, इति तु सार्वधातुक सकारादिप्रत्ययः अस्ति चेत् इदानीम् आर्धातुक रिटि किं कथं भवति अग्रे गच्छामः. रघुपतिमहोदय, वच्योगमिष्यति, वच्योगस्यति. अत्र अपि चोः कुः इत्यन्न वक् वक्ष्यति, अनन्तरम् आदेशपत्रे वक्ष्यति इति तदेव कार्यं. वक्ष्यति, वक्ष्यति. मदर् महोदय अग्रे शास् योगमिष्यति. सास् योगः स्यति, अत्र आर्धातुकः अस्ति, अतः सः स्याद् आर्धातुके इति सूत्रेण सकारस्थाने तकारः आदेशः भवति. सात् योगः स्यति, तदनन्तरम् आदेशप्रत्ययोः इत्यनेन सकारः भवति. सकारस्थाने षकारः तकारः अनन्तरं स्यति स्यात्. आदेशप्रत्ययः कथं कार्यं करोति? षकारस्थाने षकारः न भवति महोदय. आदेशप्रत्ययस्य प्रत्ययसूत्रस्य निमित्तानि कानि, कदा भवति, कदा भवति? प्रत्यय अवयव प्रत्यय अवयवः अथवा आदेशरूपेण, परन्तु सकारात् किं भवेत्? ओ सकारात् इन् वर्णः अथवा का वर्ण सकारः अस्ति वा इन् वर्णे? अत्र न भवति महोदय. शास्यति, सात् स्ति, शास्यति, शास्ति, शास्यसि, शास्यति. हलो तकारवर्णमेलनं, शास्यति वर्णमेलनं, तत्र संयोजनमेव खलु जि, तत्रापि शास्यति तकारः भवति, अनन्तरं संयोजनम् अग्रे. को अस्ति? मीना महोदय अग्रे. संस्थ स्यति, अत्र अत्र आर्धधातुकप्रत्ययः सः सकारः नास्ति, संस्यति, किं संस्योगः स्यति प्रथमं कार्यं, किं प्रथमकार्यं संस्ति कोपसंयोगं, संयोगान्त्यार्थे लोपः भवति, सकारः लोपः भवति, संस्यति, संस्यति अनुस्वारस्य ययि परसवर्णः नकारः भवति, सकारः नकारः तकारः संस्यति, संस्यति. प्रथमं नच् पदान्तस्य जलि इति आगच्छति खलु जि, न वा? तत्र अनुस्वारः अस्ति एव खलु, अस्ति परन्तु तत्र परिवर्तनं किमपि न भवति. अस्तु अस्तु जि, अग्रे विजय महोदय यङ्ग् लुकि मघी तस्य मामङ्घ् इति भवति. अस्तु, यङ्ग् लुकि मामङ्घ् योगः सि अस्ति. तत्र खरिच इति सूत्रेण चतुर्थ गकारस्य स्थाने प्रथमवर्णः ककारः. एकनिमिषः, खरिच इत्यस्य सूत्रस्य इत्यस्मात् सूत्रात् प्राप्तिं प्रसक्तिः नास्ति वा? अस्तु, न प्रसक्तिः अस्ति भवतु, तस्मात् अपि प्राक् किमपि भवति. अत्र मामङ्घ् इति मामङ्घ् इति अस्ति खलु जि, तत्र मामघकारः अस्ति खलु? हा, ककारः मामक् घ घ अस्ति, ककारः नास्ति. चतुर्थवर्णघकारः अस्ति. हा, मामङ्घ् इति अस्ति चेत् तत्र करिच इति सूत्रं कार्यं करोति खलु जि, मामङ्घ् इति भवति मामङ्घ् करिच न करिच. अस्तु, करोतु मामङ्क् इति भवति. अनन्तरं शी सी स्थाने आदेशप्रत्ययोः इति सूत्रेण शकारः भवति, अतः मामङ्क् इति अन्तिमरूपं. क्रमसमीचीनः नास्ति, आदेशप्रत्ययः पूर्वसूत्रमस्ति. सी अस्ति खलु अत्र, आदेशप्रत्ययः पूर्वसूत्रमस्ति खरीच इत्यस्मात्, अतः प्रथमम् आदेशप्रत्ययः कार्यं करोति. हा, प्रथमम् आदेशप्रत्ययः, अनन्तरं खरीच इति सूत्रेण मामङ्क् इति अन्तिमरूपम्. रूपं समीचीनमस्ति भवत्याः, परन्तु क्रमः समीचीनः. अत्र पूर्वकसिद्धमस्ति खलु, अतः क्रमः अत्र अनिवार्यः अस्ति. आमामां, ये प्रथमम् आदेशप्रत्ययोः इति प्रथमम् आगच्छति, करिच इति एव द्वितीयस्थानं प्राप्नोति. अस्तु जि, पाप्रच् योगसि इति प्रच् धातोः, पाप्रच् योगसि इदानीं तत्र तत्र किमस्ति, तत्र चकार अस्ति, चोः चूडनासिके चेतेन तत्र षकारादेश शूट् तत्र षकारः भवति, प्रापश् प्रापच् सारि षकारः अस्ति, प्राप्रश् योगसि इदानीं प्राप्रश् योगसि इति अस्ति, इदानीं तत्र षकारः अस्ति, व्रश्च व्रश्च सृज मृज जय राज ब्राज चषाम् इत्यनेन चषां षः इत्यनेन प्राप्रश् योगसि प्राप्रश् योगसि. इदानीं तत्र षकारः अस्ति, षडोकः सि इत्यनेन ककारः भवति, प्राप्रक् योगसि. इदानीं तत्र सकारस्य आदेशप्रत्ययेन षि प्राप्रक्षि प्राप्रक्षि इति रूपम्. अग्रे मदन महोदय, दोदु योगः सि, दादे गः इति अनेन हकारस्य स्थाने गकारः भवति. दो दु प्रथमं किं प्रथमम् अङ्गकार्यमस्ति खलु? दोः दो दु दुः पित्तस्य अतः पुगन्तलघुपदस्य च इत्यनेन गुणः भवति. दोदु दोदुः दोः तदनन्तरमेव दादे दोः धातुः च गः इत्यनेन गकारः भवति. दो दोग् योगः ध्वनिः गकारः गकारः अस्ति, योगः अस्ति. गकारः वा न, हकारस्य स्थाने गकारस्य अकारस्य स्थाने गकारः. एको बशो बश् एकाचो बशो बश् दशान्तस्य स्तोः इत्यनेन किं भवति त्री फोर् फोर् फोर् भवति दो दो चतुर्थ दकारः चतुर्थ गका ककारः अस्ति तदनन्तरं करीच इत्यनेन ककारः भवति कति करीच इत्यनेन चक्तं भवति दो दोक् योगः सि तदनन्तरम् आदेशप्रत्ययोः इत्यनेन शकारः भवति दो दोक्षि समीचीनमस्ति परन्तु आदेशप्रत्ययो प्रथमं कते तदनन्तरं दो धोक्षि दोक्षि दो धोक्षि अग्रे हिनमहोदय व्रश्च वा व्रश्च व्रश्च वा व्रश्च व्रश्च वा व्रश्च योगः सि स्कोप् संयोगान् संयोगान् संयोगाद्योरान्ते च इति सूत्रेण स सकारः लोपः वा अत्र सकारः दृश्यते वा सकारः अस्ति तत्र सकारः लोप वा व्रच् न न न मम प्रश्नः अस्ति स्कोः सेवगाद्युरन्ते च इति सूत्रं सकारस्य लोपः वदति खलु अत्र तु मूर्धन्ये सकारः अस्ति कालगे सकारः अस्ति सकारः कुत्र अस्ति संयोगान्त्यन्ते च इत्यनेन संयोगे पूर्वसकारलोपः सत्यम् अत्र सकारः नास्ति तर्हि कथं कार्यं करोति इति अहं पृच्छामि भ्रश्च भ्रश्च न भवती वदतु भ्रश्च भ्रश्च कथं कार्यं करोति अत्र वर्ष वर्ष कार्यं करोति चेत् किं भवति शशां शशां षत्वं भवति अत्र चकारः कथम् गच्छति चुत्वम् आसीत् खलु तत्र चुत्वम् आसीत् ऐ से वा व्रश्च तदन्तरं व्रश्च व्रश्च शशां शः वा व्रश् भवति वा मूलधातौ सकारः एव अस्ति मध्ये च्युत्व कृत्वा शकारः भवति परन्तु प्रक्रियायां तु सकारः अस्ति खलु अतः अकृतव्यूहः पाणिनीयः इति अस्माभिः पठितं खलु यदि अग्रिम अथवा निमित्तं नशिष्यमाणं भवति तर्हि पूर्वम् एव तादृशं कार्यं न करणीयम् अतः पूर्वम् अथ अग्रे गत्वा तत्र चकारस्य स्थाने शकारत्व भूत्वा व्रश्च व्रश्च सूत्रेण स्तोश्चुनास्तुः इति सूत्रस्य निमित्तम् अपगच्छति अतः प्रथमम् एव तत्र अश्रुत्वं न करणीयम् अतः वस्तुतः वा व्रश्च इति अस्ति इदानीं स्कोः सुयोगाद्योरति च यथा भवत्या उक्तम् इत्यनेन सकारस्य लोपः भूत्वा वा व्रच् योगः अस्ति इदानीम् अग्रे करोतु वा व्रच् योगः अस्ति महोदय पुनरपि वदतु महोदय प्रक्रिया अहं न अवगत मया न अवगतम् तर्हि वा व्रश्च मध्ये वस्तुतः धातुमध्ये सकारः एव भवति वा व्रश्च सकारः तदा अग्रे धातुमध्ये इदानीं केवलधातु यदि मया करणीयः तत्र किमपि कार्यं नास्ति स्तोश्चुनाश्चुः इति कार्यं कृत्वा चकारस्य स्पर्शात् सकारस्य शत्वं भवति इति धातु अतः धातु भवति वा व्रश्च लोपः एव भवति न न न स्कोः संयोगाद्योरित्य च केवलं यदि मया धातु करणीयः तत्र स्कोः संयोगाद्योरित्य च कार्यं न करोति खलु झलि अपि नास्ति पदान्ते अपि नास्ति अतः धातु वाव्रश्च एव अस्ति परन्तु वस्तुतः तत्र सत्वमेव अस्ति यस्य तालव्यशकारत्वं भवति चकारस्य स्पर्शात् परन्तु इदानीं वाव्रश्च युगः सि मध्ये अस्मि अस्यां प्रक्रियायां सकारः अस्ति, मूले सकारः अस्ति खलु, अतः इदानीं स्कोः संयोगाद्योरित्ये च कार्यं कृत्वा सकारस्य लोपः भवति वाव्रच् योगः सि. तदनन्तरं व्रश्च ब्रश्च सृजम जयजां श्वशः वा व्रश् योगः सि भवति, षडोकसि इति वा व्रक् योगः सि वा वृक्षि अस्तु. अग्रे विजय महोदय सास्यन् आं जि अस्मि अत्र. तत्र स्यन्द जि जि अत्र स्यन्द एव स्यन्द योग स्यन्द सा स्यन्द इति भवति. सा स्यन्द योगः सि प्रथमम् आदेशप्रत्ययोः इति सूत्रेण तत्र सि स्थनिषि भवति. अनन्तरं तत्र कथं किमर्थं सि भवति? अस्तु, सा स्यन्द अस्ति चेत् तत्र अन्तिमवर्णः दकारः. एतत् करिच इति सूत्रेण दकारः भवति. प्रश्नः अस्ति आदेशप्रत्ययो कार्यं करोति न वा? भवत्या उक्तं खलु न न न तत्र आदेशप्रत्ययोः इङ्कोः एव भवति, अत्र न भवति, इङ्को नास्ति. आम् तत्र तत्र तत्र तावदेव अत्र अन्तिम दकारस्य स्थाने करिच इति सूत्रेण प्रथमवर्णः तकारः आगच्छति. सास्यन्ति एव कार्यम् अस्ति वा अत्र? नास्ति खलु, तावदेव सास्यन्ति एव. अत्र संयोगान्तस्य अन्ते संयोगः अस्ति खलु, नकारदकार एतत् एकाचि एव अस्ति खलु, तर्हि किं संयोगान्तस्य लोपः अस्ति खलु सूत्रम्? संयोगान्तस्य लोपः किमर्थं न भवति इति भवतः प्रश्नः वा? संयोगः अस्ति खलु अत्र अन्ते. आम् आम् आम्. तर्हि तस्य कार्यं किमर्थं न भवति? तत्र परे संयोगान्तस्य लोपः सूत्रस्य निमित्तं किम्? निमित्तम् अत्र अस्ति, एकनिमिषं च अहम् अन्ते संयोगः भवेत् पदान्ते एव अन्ते एव, परन्तु अन्ते एव अस्ति खलु अत्र पदान्ते योगः अस्ति चेत् अन्तस्य लोपः भवति. अत्र पदस्य अन्ते अस्ति वा? सास्यन् इति पदमस्ति वा? सास्यन्त् इति पदं निर्माणमेव, तत्र पद अपदान्ते अस्ति, अतः कार्यं न करोति, अतः तत्र सकारस्य लोपः न भवति. दकारस्य अत्रापि एकम् अस्ति, एकं मैनर् पायिण्ट् अस्ति. वस्तुतः अत्र सास्यन्त् योगस्य मध्ये प्रथमं नश्चापदान्तस्य झलि कार्यं करोति, यतोहि नकारात् परे दकारः अस्ति खलु, झलि अस्ति, अतः प्रथमं सास्य नकारः द योगस्य अस्ति. तदनन्तरं खरीच इत्यनेन सास्य नकार अनुस्वार ककार योगस्य, तदनन्तरं दकार योगस्य, तदनन्तरम् अनुस्वारस्य ऐ सूत्रेण स्वारस्य ऐ परसवर्ण इति सूत्रेण पुनः नकारः आगच्छति. सास्यन्सि इति अस्ति अनुस्वार नश्चपदान्तस्य चलि खरि च अनुस्वारस्य ऐ परसवर्ण एकनिमिषं प्रथमं प्रथमं नच्य पदान्तस्य अनन्तरं करिच अनन्तरम् अनुस्वारस्य ययि करसवर्णः इति कार्यं करोति. अस्तु, अनन्तरं संयोजनमेव. सृज् इति अस्ति, सरीसृज् इदानीं तत्र सृज् दृशोर् जलि अम् किति इत्यनेन तत्र अमागमः भवति. इदानीं सरीसृज् सरीसृज् इति अस्ति, अम् इति मित् अस्ति, अतः अन्तिम अच् अस्ति ऋकार अनन्तरं भवति सरीसृ अज् इति अस्ति, सरीसृ अज् इति अस्ति. इदत्र सरीसृ अत्र इको एनर्जि इत्यनेन तत्र इदानीं विक् मूर्धन्य ऋकारस्थाने ऋकारः भवति, रेफः भवति, सरीसृज् सरीसृज्सि इति अस्ति. इदानीं तत्र व्रश्च व्रश्च सृज मृज जय राज प्राज चषां मित्रेण वा अस्ति. एकवारं जि अत्र एकवारं चोहुकुः एकवारं तत्र सज्ज चषांशः चषांशः एकवारं महोदय तत्र सरिसृज् सृज मृज चषांशः इत्येन तत्र षकारः भवति सरिसृश्योग सि. इदानीं सरीसृश्योग सि इति अस्ति, तर्हि तत्र षकारः अस्ति, सि अस्ति, अतः षडोकः सि इत्यनेन सरीसृक् योग सि. अनन्तरं सरीसृक् योग सि सि इति इदानीं तत्र आदर्शप्रत्यय इत्यनेन ककारः अस्ति, अतः षकार भवति सरीसृक् षि शब्दं सरीसृक्षि इति सरीसृक्षि इति. जि मया किम् अत्र लिखितं चेत् सरीसृज् योगः सि अस्ति, तत्र जकारः अस्ति, अतः तत्र व्रश्च व्रश्च इति सूत्रेण सरीसृश् भवति, जकारस्य स्थाने शकारः. अनन्तरं सरीसृज् सरीसृश् योगः सि, सुनास्तुः इति सूत्रेण शकारस्य स्थाने टकारः भवति, सरीसृष्टि इति भवति. अनन्तरं षडोकः इति सूत्रेण सरीसृक् भवति, षडोः कः सि इति सूत्रेण सरीसृक् भवति. सरीसृक् योगः आदेशप्रत्ययोः इति सूत्रेण सरीसृक्षि भवति. समीचीनं वा? चतुर्थपादे अस्ति, चतुर्थपादे अस्ति, तस्मात् पूर्वं षडोः कार्यं करोति. स्तुनाष्टुः तस्य तस्मात् पूर्वं षडोः कस्य आगत्य कार्यं कृत्वा अनन्तरं तस्य एव न अवभवति खलु स्तुनाष्टुः सूत्रस्य. अतः यथा रघुपतिमहोदयेन उक्तं सरीसृश् योगमसि, षडो भवसि इति सरीसृ क योगमसि, अनन्तरम् आदेशप्रत्ययः खरिच इत्यनेन सरीसृक्षि. द्वितीयपादे अस्ति षडोकः सि, अतः एतत्पादे अस्ति खलु. अतः सुनाष्टुः इति सूत्रात् सूत्रस्य अपेक्षया षडोकः सि इति पूर्वसूत्रमस्ति, अतः त्रिपाद्यां तस्य कार्यं प्रथमं भवति षडोकः सि. एकवारं षडोकः सि भवति तदनन्तरं सुनाष्टुः तस्य प्रसक्तिः एव न अवशिष्यते. अवशिष्यति वा विजयमहोदय? आम जी, आम जी. अस्तु, अग्रे मदन महोदय. मोमूर्च् आम् मोमूर्च् योगः सि, अत्र पित् अस्ति, अतः मोमूर्च् योगः सि. मोमूर्च् सुगन्धलघुपदस्य राल्लोपः इत्यनेन चकारस्य चकारलोपः भवति, रकार रेप परे मोमुर् योगः सि. मोमुर् इदानीं पुगन्तलघुपदस्य चि सूत्रेण मोमुर् योगः सि अस्ति. मोमोर् योगः सि अनन्तरं रेपः अस्ति करासाने विसर्जनीय इति सूत्रेण न मोमोर् मोमोसि वा मोमोसि आदेशप्रत्ययोः किमर्थम् आदेशप्रत्ययोः अत्र न भवति न भवति महोदय न भवति महोदय रेफः इन् प्रत्याहारे अस्ति न लण् पर्यन्तम् अस्ति खलु व्यावार लण् प्रत्यय प्रत्याहारे अस्ति अतः मोमोसि मोहमोसि वदामि अतः आदेशप्रत्ययः कार्यं करोति यतो हि रेफः इन् प्रत्याहारे अस्ति खलु इन् प्रत्याहारे अस्ति लण् पर्यन्तम् रेफः अस्ति खलु हयवरट् लण् लण् पर्यन्तम् अस्ति खलु अत्र ऐ उण् पर्यन्तं नास्ति लण् पर्यन्तम् अतः मध्ये हयवरट् अपि अस्ति खलु हयवर आम् अतः आदेशप्रत्ययः कार्यं करोति अतः मोमोर् योगः षि मोमोर् षि मूर्धन्यषकारः आगच्छति अवगच्छति वा इन्दर् महोदय अत्र महोदय आम् अस्ति अस्ति अवगच्छति खलु महोदय रेपः अस्ति रेपानन्तरं सकारः आदेशप्रत्यय अत्र अत्र कार्यं करोति वा इन् प्रत्याहारः अस्ति खलु रेप् रेप् वर्णे इन् प्रत्याहारः आम् इन् प्रत्याहार निमित्तमस्ति खलु इन् प्रत्याहारः अस्ति आदेशप्रत्ययसूत्रस्य आम् अवगच्छामि इण् इण् इत्युक्ते केवलम् ऐ उण् अत्र सूत्रे इन् प्रत्याहारः इत्युक्ते इ उ री ड्री एवोङ् ऐ औच् हयवर लण् हयवर अपि अस्ति खलु अकारविहाय लकारपर्यन्तं लण् प्रत्याहारपर्यन्तम् अतः मोमोर्षि आगच्छति आमा आगच्छामि महोदय मीना महोदय बोबुल् बोबुद् योगः सि अत्र पुगन्तलघुबुदस्य भवति तस्मात् बो बो सि किं भवति भो भो योगः अस्ति खलु हरि च न न न तस्मादपि पूर्वं पठ पश्यतु भो भो अन्तिमवर्णः कीदृशः अस्ति त्री फोर् अस्ति खलु भो भो प्रथमबकारः बकारः भवति वा कन्फ्यूस् किमपि नास्ति यत् यत् पश्यतु अन्ते धकारः अस्ति तर्हि अन्ते यः एका च भागः अस्ति अन्ते यः एकाचभागः अस्ति यस्य अन्ते धकारः अस्ति तस्य एका च धकारान्तभागस्य प्रथम इह भकारः अस्ति तस्य भकारः भवति तर्हि इदानीं सरी चोत्सि भो भोत्सि भो भोत्सि अग्रे विजय महोदय ललाञ्च लालाञ्च् इति अस्ति तत्र चकारः अस्ति चेत् तत्र ब्रश्च ब्रश्च इति सूत्रं कार्यं करोति वा जि ब्रश्च ब्रश्च इति सूत्रं कीदृशचकारस्य कृते कार्यं करोति तुक् सहित वा तत्र नास्ति जि अत्र प्रथमं नच पदान्तस्य जलि एतत् कार्यं करोति खलु नास्ति अतः व्रच्छ्रच्छ कार्यं करोति न वा अतः व्रच्छ्रच्छ इति सूत्रं न कार्यं करोति सत्यं तर्हि व्रच्छ्रच्छ कार्यं न करोति चेत् छकारान्त सामान्यछकारान्त अस्ति चेत् कस्य सूत्रस्य कार्यं भवति चोः कुः इति सूत्रं कार्यं करोति वा अत्र अनन्तरं लान् लान्क् भवति लान् लान्क् भवति अनन्तरम् आदेशप्रत्ययो चोः कुः इति सूत्रेण चकारस्य स्थाने कुत्वं भवति खलु कुत्वं भूत्वा किं भवति लालाङ्क् अनन्तरम् आदेशप्रत्ययोः इति सूत्रेण लालाङ्क्ष् इति भवति तावदेव आदेशप्रत्ययोः इति अपि सूत्रात् अतः तत्र अनुस्वारस्य एयि परसवर्णः अनुस्वारः कुत्र अस्ति तत्र नकारान्तकः अस्ति खलु अतः तत्र नकारान्तकः खलु प्रथमं मया उक्तमेव खलु अस्तु नच्च पदान्तस्य जलि इति सूत्रेण अनुस्वारः भूत्वा अनुस्वारः भूत्वा ला लान् लालाङ्क् योगः सि तत्र इदानीम् आदेशप्रत्ययः इदानीम् आदेशप्रत्ययोः भूत्वा तत्र लालाङ्क्षि इति अन्तिमरूपं निष्पन्नं खलु जि तर्हि प्रथमं चोहपुः इत्यनेन भवति खकारः लालां योगमस्ति तदनन्तरम् अनुस्वारस्य छलि इत्यनेन लाला अनुस्वारः खसि तदनन्तरम् आदेशप्रत्ययम् इत्यनेन लालां योगः षि तदनन्तरं खरिक इत्यनेन लालां योगः षि लालाक्षि तदनन्तरम् अन्तिमे किम् पूर्वमेव वयं तत्र आदेशप्रत्ययोः योजनेन लालाङ् लालाङ्क्षि अभवत् अनुस्वारः अस्ति अतः तत्र अनुस्वारस्य येयि परसवर्णः इति कार्यं करोति वा कार्यं करोति चेत् तत्र लालाङ्क्षि कृत तत्वर्णस्य ओ ओ अस्तु अस्तु अस्तु अष्टाध्याय्याः अन्तिमतमः भागे आगच्छति त्रिपाद्यम् तस्य तस्य कार्यम् अन्तिमं भवति लाला अस्तु अस्तु धन्यवादः अहं किमर्थं वदामि अत्र सवर्णं यत् तत्र त्रिपात्यां क्रमः महत्त्वपूर्णः अस्ति. प्रथमं नश्चपदध्वनि, तदनन्तरम् अनुस्वारस्य, कुत्र कुत्रचित् तस्य फलं समीचीनं भवेत् परन्तु सर्वत्र न भवेत्, अतः न भवति. अतः क्रमः पालनीयम्. अत्र प्रायः क्रमस्य आवश्यकता नास्ति, यतोहि एक समानमर्थं भवति, परन्तु तथा न करणीयम्. यतोहि अत्र क्रमस्य पालनं न कुर्यामः चेत्, कुर्मः चेत् अग्रे यत्र तस्य महत्त्वं भवति, येन तस्य येन दोषपूर्णरूपं सञ्जातं तत्र हानिः भवति. अतः सर्वदा त्रिपाद्यं सन्धिकारे अल्सन्धिकारणे त्रिपाद्यं सन्ति, अतः क्रमः आवश्यकः. जी प्रथमं चोः कुः इति सूत्रम्, अनन्तरं नच्च पदान्तस्य जलि, अनन्तरं आदेशप्रत्ययोः, अनन्तरमेव अनुस्वारस्य ययि परसवर्णः, अनन्तरं करिच, अनन्तरम् अनुस्वारस्य ययि परसवर्णः. परन्तु एतत् तत्र किञ्चित् गडबडा अस्ति खलु. एतत् पूर्वम् आगच्छति, एतत् अनन्तरम् आगच्छति, एतत् त्रिपाद्यां सूत्रसङ्ख्या यदि वयं पश्यामः, त्रिपाद्यसूत्रसङ्ख्या आमामामां पूर्वतः सिद्धमस्ति खलु, पूर्वतः सिद्धम् अस्ति चेत् गडबड् नास्ति. अस्तु अग्रे रघुपतिमहोदय. बाब्रश्च महोदय, ब्रश्च ब्रश्च बा ब्रश्च योग सि इति अस्ति. इदानीं तत्र कोः सयगन्ते च इत्यनेन सकारसलोपः बा ब्रज् योगसि. इदानीं बा ब्रज् इदानीं तत्र किमस्ति जकारचुः एकवारं ब्रश्च ब्रश्च वा जरजदादिशंशः तेन भवति वा एकवारं अथवा चोः कुः ब्रज् एकवारं महोदय ब्रश्च ब्रश्च जाजशां शशांशः शकार तदेव भवति वा चोः कु अस्तु खलु तदेव तदेव तदेव कार्यं करोति. आमां चोः शकार भवति बा ब्रश् योगसि. इदानीं षडो कः सीति भ्रक् योग सि, अनन्तरं तदादेशपतेन बा भ्रक्षि इति रूपं बाभ्रक्षि आं महोदय. दादद् योगः सि अत्र एकाचो बशो बश् दशान्तस्य स्तोः इत्यनेन दा दद् योगः सि, तदनन्तरं करीच इति कार्यं करोति. त्री फोर् फोर् फोर् भवति दा दद् दा दद् योग योगः सि दद् योगः दद् तदनन्तरं करिच इति सूत्रेण दकारस्थाने तकारादेशः भवति दा दत् योगः सि. भगिनि ब्रह्म जातक भगिनि पदस्यमेव भ्रममि भवति चक्कर् भवति चक्कर् बम् बम् भ्रम् प्रथमं किं भवति जि इतः पर्यन्तं वयं सर्वे उक्तवन्तः खलु इदानीं भवान् वदतु जि एकः क्रमः एव वयं सर्वं लिखितवन्तः न क्रमः एकवारं त्यजतु भवती किं चिन्तयति कस्य सूत्रस्य कार्यं भवति मकारः अन्ते अस्ति चेत् मकारः मकारः अस्ति चेत् झटिपरे मकारः अस्ति चेत् किं भवति मकारः अनुदाते इति बृहत् सूत्रम् आगच्छति एतत् एव कार्यं जि अत्र कुत्र भवति मो नः इति भवति मोनधातो इति वदति वा मोनधातो वा इति वदति वा मकारस्य धातु किं कुत्र चवर्ग चवर्ग आदेशपत्रे एव खलु तत्र इन्कोः मकार इन्कोः अस्ति वा एतत् अनुनासिकवर्णः सन्ति खलु जि तर्हि किम् मीना महोदय नश्च पदान्तजलि अपदान्तमकारः झलिपरे अनुस्वार भवति खलु अनुसार भवति ब्रंसि तदेव वा सत्यं ब्रंसि नश्च पदान्त एकमेव सूत्रं नश्च अत्र विजयमहोदयाय शङ्का अस्ति मोनो कथं कार्यं न करोति मोनधातु वदति खलु तत्र परे परे नकारः नास्ति खलु परे नकारः नास्ति अतः मोहो च इति सूत्रं कार्यं न करोति किं सूत्रं मोनो धातोः इति एकं सूत्रम् अस्माभिः पठितम् मोवोः धातोः तत्र मकारस्य स्थाने नकारः भवति अत्र किमर्थं न भवति इति प्रश्नः अत्रापि मकारात् धातुः अस्ति खलु कुत्र पठितं महोदय प्रथमभागे निस्मृति वा तत्र पदान्ते विद्यमानस्य मकारस्य नकारः आदेशः भवति पदान्त अपदान्ते अस्ति अतः कार्यं न भवति मोनधातोः इति भवति मकारान्तधातु पदान्ते अस्ति वा चेत् तस्य नकारत्व भवति अत्र बम्ब्रं पदान्ते नास्ति आमां अहं वदामि अहं वदामि वा अत्र जि दाद्रस् इति दाद्रस् योगः सि भवति तत्र हल्गाभ्यो दीर्घात् सुपि सप्ति अपृक्तम् इति सूत्रेण सकारस्य लोपः भवति अतः तत्र दाद्र अन्तिमसकारस्य दाद्रस् इति अस्ति खलु अपृक्तः नास्ति खलु तत्र न अस्तु अस्तु तत्र दाद्रस् इति अस्ति दाद्रस् योगः सि दाद्रस् एव सत्यं समीचीनं तावदेव केवलं संयोजनम् तावदेव रघुपति महोदय सरीसृप् अस्तु सरीसृप् इति अस्ति सरीसृप् एकवारं कुत्र अस्ति सरीसृप् अस्तु सरीसृप् योग सि इति अस्ति पित् अस्ति अतः तत्र पुगन्तलघुवदिचरेण सरीसर्प् सरीसर्प् इत्युक्ते सि इति अस्ति इदानीं किम् अस्ति अत्र किमपि कार्यं नास्ति हरि सप् सि एकवारं नास्ति किमपि कार्यं नास्ति सरि सप्सि एव सर्प्सि एव अग्रे मनर् महोदय जाजन्स् आम् जाजन्स् योगः सि प्रथमं नश्यपदान्तस्य जलि इति इत्यनेन जाजन्स् योगः सि अनुस्वारः भवति तद् जाजन्स् योगः सि किमपि कार्यं नास्ति वा महोदय जाजन्सि तत्र हरिष इति कार्यं करोति वा जि सार्वधातुकप्रति तत्र अनुस्वार तत्र करीच इति सूत्रं कार्यं करोति वा इति मया अहं मया पृष्टं करीच करीच इति किं वदति करप्रत्याहारे किं खरीच खरीच किं वदति खल् वर्णस्य स्थाने खर् खर्वर्ण खर्वर्ण एव अस्ति खलु अत्र इत्र तर्हि किं छत्वं भवति सत्यम् एकनिमिषं छत्वं भवति वा तत्र खरीच इति कार्यं करोति एव खलु जि तत्र सकारः खर्वर्णे अस्ति खलु कप छट छटत कप शशस तत्र सकार सकार किमपि कार्यम् अस्ति वा महोदय तत्र नास्ति खलु सूत्रं भविष्यति चेत् किं तदेव खलु किमपि नास्ति सकार सकार एव खलु तिष्ठति अहं चिन्तयामि तथैव भवति अस्तु बहु उत्तमं प्रश्नः विजया महोदय पृष्टः खरीचस्य प्रसक्तिः अस्ति खलु अत्र यतोहि प्रथमसकारवर्णः झल् प्रत्याहारे अस्ति द्वितीयसकारवर्णः खर् प्रत्याहारे अस्ति खलु श श सर् तर्हि किमर्थं प्रथमसकारस्य चर् वर्णः भूत्वा सकारः न भवति इति प्रश्नः खलु विजय महोदय आं जि तत्रापि अस्ति जर् वर्णे अपि शसस् अस्ति अनन्तरं खर् वर्णे अपि कप चटत कपच कप छट छटत कप शशश एतत् सर्वम् आगच्छति पूर्वमपि आगच्छति परे अपि अपि आगच्छति अतः तत्र प्रश्नसमीचीनः अस्ति बहु समीचीनम् अस्ति तर्हि प्रथमसकारवर्णः चर् अस्ति झल् अस्ति खलु सकारः झल् प्रत्याहारे अस्ति द्वितीयसकारः खर् प्रत्याहारे अस्ति श श सर् खलु इदानीं सकारस्य प्रथमसकारस्य स्थाने चरवर्णः भवति परन्तु सकारस्य चरवर्णः कः सकारः एव खलु सकारः एव खलु सकारः एव सकारस्थाने आगच्छति अतः किमपि परिवर्तनं न भवति सार्वधातुके तावदेव तिष्ठति खलु जि सूत्रं कार्यं करोति परन्तु परिवर्तनं न भवति अतः लिखितं यत् सार्वधातुके केवलं सकारप्रकारवर्णमेव अतः किं भवति कुत्र अस्ति अनुस्वारः तस्य अनुस्वारस्य परसवर्णः न भवति यतो हि यै प्रत्याहारः नास्ति अग्रे सकारः द्विवारम् आगच्छति सकारः द्विवारम् आगच्छति इदानीं केन उक्तम् अहं महोदय इदानीम् अग्रे मीना महोदय होहुर्ष् होहुर्च् महोदय तत्र जलो खलि खलि जरो झरि इति तत्र भवति वा तत्र सा सकार जरो झरि सकारलोपं भवति वा भवति वा झर् नकार अस्ति चेत् तत्र पूर्वं भवति वा झर् हल् वर्णात् परे झर् झर् वर्णात् चेत् झरि परे लोपः भवति इति अस्ति खलु किमपि जरो झरि आमां झरो झरि सवर्णे खलु आमां नकार अस्ति ओ अस्ति इदानीम् अत्र अनुस्वारः भवति अनुस्वारः भवति वा अनुस्वारः अस्ति अत्र अनुस्वारः भवति अतः झरो झरि सवर्णे झरो झरि सवर्णे त्रीणि विकल्पेन त्रयः वर्णाः अपेक्षिताः आम् अहं चिन्तितवान् नकार अस्ति इति कृत्वा चिन्तयतः अत्र अनुस्वारः अस्ति आमां सत्यम् योगः सि कुर्च् योगः सि रेपः अस्ति चकारस्य पूर्वं हो कुर्च् सि तस्मात् राल्लोपः राल्लोपः भवति योगः सि तद् अकारान्तरं पुनन्तेन उपदस्य हो होर् सि हो हो सि आदेशप्रत्ययो हो हो षि हो हो हो षि एव तदेव महोदय हो हो षि अत्र अत्र वरिवृत्ति इति अस्ति वरिवृत्ति योगः सि तत्र जि तत्र जशस्ततो ददोः इति सूत्रं कार्यं करोति वा तत्र प्रथम तकारस्य तकारः तकारस्य प्रथमतकारः द्वितीयतक महाप्राणः अल्पप्राणः एतत् चतुर्थवर्णः तकारः इति भवति खलु एतत् सूत्रेण केन सूत्रेण जशस्ततोर् झषस्ततोर्दोधः मध्ये प्रथमं तु झष् वर्णः भवेत् झष् वर्णः कुत्र दृश्यते भवत्या झष् वर्णः चतुर्थवर्णः अस्ति खलु झष् वर्णः अत्र वरिवृत्ति इति अन्तिमवर्णः तकारः अस्ति तत्र तावदेव वरिवृत्ति एव न अङ्गकार्यं करोतु खलु तत्र सिप् पित्त वरिवर्त् इति अस्ति गुणकार्यं भूत्वा इदानीं केवलं वरिवर्त् पुगन्तलघुपदस्य एव तावदेव वरि वरिवत्सि एव वरिवत्सि वरिवत्सि वरिवत्सि अग्रे रघुपतिमहोदय तोतुर्योग सि इति अस्ति रेफवकार अतः राल्लोपः इत्यनेन तत् तत्र वकारस्य लोपः भवति तोतुर्योग सि इदानीं सिप् पित् अस्ति अतः तोतोर्योग सि अनन्तरं तोतोर् रकार अस्ति तत् सकारस्य कृते निमित्तम् अस्ति इन् तत्र शत्वं भवति इन्कोः इत्यनेन तोतोर्षि इति भवति आदेशप्रत्ययसूत्रेण महोदय आमाम् इन्कोः आदेशः अस्ति खलु अत्र रेपः अस्ति इन्कोः अधिकारे अस्ति तोतोर्षि अग्रे मन्दरमहोदय वरि वृद् वरि वृद् योगः अस्ति अत्र अङ्गकार्यं गुणः भवति वरि वर्द् योगः अस्ति वरिवर्द् योगः तदेव महोदय वरिवर्द् योगः अस्ति वरिवत्सि सकारः अस्ति खलु करिच इति कार्यं करोति वा जि अत्र राल्लोपः कदा भवति रेफात् परे किं भवति चकारः नास्ति वकारः नास्ति करिच इति सूत्रेण तकारः भवति वरिवत् वरिवत्सि योगः अस्ति अङ्गकार्यं रेफमस्ति तत् रकारवकारः अस्ति काल्लोपः अस्ति काल्लोपः योगः अस्ति योगः अस्ति पुगन्तलगोपकस्य योगः अस्ति आदेशप्रत्ययोः इति अस्ति दोदोर्षि दोदोर्षि अग्रे विजय महोदय वरिवृष् तत्र वृष वृष इति सूत्रं कार्यं करोति खलु जि अनन्तरं शकारः मूर्धन्यशकारः आगच्छति तस्मात् पूर्वम् एकनिमिषं तस्मात् पूर्वम् अङ्गकार्यं करोतु अङ्गकार्यं करोतु खलु सर्वदा वरिवृष् वरिवर्ष इति भवति वा सिप् अस्ति तत्र गुणकार्यं भवति अतः तत्र वरिवर्ष इति भवति खलु जि वरिवर्ष इति भवति अनन्तरं वरिवृष् इति भवति तत्र वृक्ष वृक्ष न न न तत्र एतत् कार्यं इति सूत्रेण वरिवृष् एतत् अभवत् खलु तत्र प्रथमम् अङ्गकार्यं कृत्वा वरिवर्ष् तदनन्तरं शकारस्य वृश्चसूत्रं कार्यं करोति खलु वृश्चवृच्छ आमामाम् आमां वृक्षवृच्छ इति सूत्रेण वरिव्रज्य वरिवर्ष वरिवर्ष इति भवति वरिवर्ष इति भवति अनन्तरं तत्र तत्र षडोः कः इति सूत्रेण षकारस्य स्थाने ककारः भवति वरिवर्क् इति भवति अनन्तरं सि अस्ति आदेशप्रत्ययोः इति सूत्रेण वरिवृक्षि इति भवति वरिवक्षि इति वरिवर्क्षि वरिवर्क्षि इति भवति अत्र रार्लोप इत्यस्य कार्य रेफात् परः चो वकार चकारस्य लोपः भवति जलि तत्र वकारस्य लोपः मोमुर् युगसि अनन्तरं पुगन्तलघुपत् इत्यनेन मोमोर् युगसि अनन्तरं तत्र सकारस्य शत्वं भवति आदेशपथ्य इत्यनेन इन्कोः मोमोर्षि इति रूपं महोदय चरीकृष् योगः चरीकृष् योगः अस्ति अत्र पुगन्तलघुपतस्य सूत्रेण चरीकर्ष योगः सि तदनन्तरं वा वृक्ष प्रच्छ सृज इति सूत्रेण मूर्धन्यषकारः चरीकर्ष योगः सि षडोः क सि इत्यनेन ककारः भवति तदनन्तरम् आदेशप्रत्ययोः इत्यनेन चरीकर्षि इति भवति समानमेव चरीकृष् अत्र भवति योगः सि पुगतलघुपुगस्य चरीकर्ष् सि चरीकर्ष् सि तदनन्तरम् आदेशप्रत्ययो भवति चरीकर्षि न न शो शो षडोकसि इति चरीकर्क् सि आदेशप्रत्ययो भवति चरीकर्क् षि चरीकर्षि चरीकर्षि समानमेव एकनिमिषं जि रघुपति आचार्यः भवतः अस्वस्थः अस्ति वा कस्य आचार्यः सम्यक् सम्यक् एव अस्ति खलु जि भवान् आमां किमर्थं सम्यक् अस्ति ध्वनिः बहु शनेजे अस्ति अतः एव अहं पृच्छामि प्रायः तत्र मोबैल् मध्ये किं इदानीं विजि महोदयेन आगतवती तत्र कार्यमस्ति जि भवतः गृहे अतिथिः आगतवन्तः जि नमस्कारः जि शुभरात्रिः नमस्कारः शुभरात्रिः महोदय धन्यवादः धन्यवादः महोदय